नमस्सर्वेभ्यः अस्माकं पाणिनीयव्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति कृत् प्रत्ययः अपि सार्वधातुकाः आर्धधातुकाश्च इति विषयः अस्ति। तत्र एतावता किम् अधीतम् इति एकवारं पुनस्मरणं कुर्मः। वयं जानीमः धातुतः विद्यमानः प्रत्ययः तिङ् भवति अथवा कृत् भवति, इत्युक्ते द्विविधः एव प्रत्ययः। धातुतः विद्यमानः प्रत्ययः तिङ् भवति अथवा कृत् भवति। तर्हि अत्र पुनः प्रत्ययः तिङ् वा भवतु कृत् वा भवतु, पुनः तेषां कथं विभजनम् इत्युक्ते ते प्रत्ययाः सार्वधातुकाः भवन्ति अथवा आर्धधातुकाः भवन्ति। तर्हि प्रथमं तिङ् अथवा कृत्, तदनन्तरं सार्वधातुकः अथवा आर्धधातुकः। तिङ् षिप् सार्वधातुकम् इत्यनेन यः सर्वे तिङ् प्रत्ययाः सार्वधातुकप्रत्ययाः, कृत् प्रत्ययाः षित् कृत् प्रत्ययाः षितः सन्ति चेत् ते अपि सार्वधातुकाः भवन्ति। तर्हि आहत्य वयं किं कर्तुं शक्नुमः इति चेत्, धातुतः विद्यमानः प्रक्रिया धातुतः विद्यमानः प्रत्ययः यत्र अस्ति तत्र सार्वधातुकप्रक्रिया अथवा आर्धधातुकप्रक्रिया इति वक्तुं शक्नुमः। अतः प्रक्रिया द्विविधा, सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया। तर्हि अस्माकं प्रथमं यदा कदापि अस्माकं पुरतः कश्चन शब्दः अस्ति, यदि वयं जानीमः तत्र धातुः दृश्यते अथवा धातुः ज्ञायते, तदानीं तादृशशब्दः तिङ्गन्तपदं भवितुमर्हति अथवा कृदन्तपदं भवितुमर्हति। तर्हि तत्र तादृशशब्दस्य उत्पत्तिः कथं भवति अथवा प्रक्रिया कथं भवति इति ज्ञानार्थं प्रथमतया तत्र प्रत्ययः कः इति चिन्तनीयं। तर्हि पुनः प्रत्ययः कः इति यदा चिन्त्यते तदानीं सः प्रत्ययः सार्वधातुकः वा आर्धधातुकः वा इति अपि ज्ञातव्यं। प्रत्ययः सार्वधातुकः अस्ति इति ज्ञायते चेत् पुनः कस्मिन् अर्थे अस्ति सार्वधातुकप्रत्ययः, कस्मिन् अर्थे अस्ति, कर्तार्थे अस्ति वा कर्मार्थे अस्ति वा भावार्थे अस्ति वा इति प्रथमतया अभिज्ञातव्यम्। यदि प्रत्ययः कर्तार्थे अस्ति इति ज्ञायते अपि च सार्वधातुकप्रत्ययः अस्ति इति ज्ञायते तदानीं तत्र प्रक्रिया समाना भवति। तत्र सर्वत्र गणनिमित्तिकविकरणप्रत्ययः आयाति, कर्तरि शप् अनन्तरं शपं प्रबाद्य अन्ये गणविकरणप्रत्ययः आयाति इति सार्वधातुकप्रक्रिया। तर्हि कृत्वा भवतु तिङ् वा भवतु उभयत्र समानप्रक्रिया, यथा अस्माभिः चर्चितं तत्र तिङन्तप्रसङ्गे तत्र लट् लकारः, लोट् लकारः, लङ् लकारः, विधिलिङ् लकारः, एतेषु सर्वेषु लकारेषु तत्र गणम् अनुसृत्य विकरणप्रत्ययः आयाति। किमर्थम् आयाति? यतोहि तिङ् प्रत्ययः सार्वधातुकः अपि अस्ति, कर्त्रार्थे अपि अस्ति। एवमेव अत्र कृत् प्रत्ययः सार्वधातुकप्रत्ययः, यथा अत्र शत्रुप्रत्ययः शानच् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, अपि च कर्त्रार्थे अस्ति इति वयं जानीमः चेत् तत्रापि प्रक्रिया समाना भवति, तत्रापि गणनिमित्तिकविकरणप्रत्ययः आयाति इति तत्र साम्यं दृश्यते। अतः सार्वधातुकप्रक्रिया इति जानीमः चेत् सर्वत्र समानप्रक्रिया, समानसोपानानि, समानानि सूत्राणि उभयत्र कार्यं कुर्वन्ति। अतः यदि वयं सार्वधातुकप्रकरणे प्रत्येकं गणं स्वीकृत्य वादिगणः, दिवादिगणः, स्वादिगणः इति प्रत्येकं गणं स्वीकृत्य वयं पठामः तत्र तस्मिन् गणे ये ये धातवः सन्ति तेषां रूपाणि कथं भवन्ति, प्रक्रिया कथं भवन्ति, प्रक्रिया कथं भवति इति वयं सर्वं पठामः चेत् तदनन्तरं समानप्रक्रिया भवति कृत्सु। पुनः कृत् प्रत्ययस्य विषये सार्वधातुकप्रक्रिया पठनस्य आवश्यकता नास्ति, एकवारं पठामः चेत् पर्याप्तं, तस्य एव उपयोगं वयं कर्तुं शक्नुमः तत्र कृत् प्रत्ययस्य प्रसङ्गे अपि इति एतावत् अस्माभिः चर्चितम् अधीतम्। इदानीं ततः अग्रे सार्वधातुकप्रक्रिया कथं भवति इति ज्ञातं तिङ् प्रसङ्गे अपि च कृत् प्रसङ्गे। इदानीम् आर्धधातुकप्रक्रिया कृत् प्रसङ्गे कथं भवति इति पश्यामः। आर्धधातुकप्रक्रिया तिङ् प्रसङ्गे अपि एवमेव भवितुम् अर्हति, तिङ् प्रसङ्गे वा भवतु कृत् प्रसङ्गे वा एवमेव भवितुम् अर्हति। अत्र कृत् प्रसङ्गे कथमस्ति इति पश्यामः। अस्तु, अरविन्द महोदय आरम्भं करोति वा आर्धधातुकानां कृत् प्रत्ययानां रूपाणि? अर्धधातुकानां कृत् प्रत्ययानां रूपाणि उपर्युक्तान् नवकृत् प्रत्ययान् विहाय अवशिष्टाः सर्वे कृत् प्रत्ययाः अशित्वा अर्धधातुकाः। कृत् प्रत्ययः अर्धधातुकश्चेत् धातुगणम् अनुसृत्य कृदन्तपदानां कोऽपि रूपभेदो नास्ति. अतः अत्रापि आर्धधातुकलकाराः इव धातुगणानां न कोऽपि भूमिका. अर्धधातुकप्रक्रिया कृत् प्रत्ययम् अचित् अस्ति चेत् अर्धधातुकप्रक्रिया भवति इति उक्तं. कृत् प्रत्ययः अर्धधातुकम् अस्ति, यदि अर्धधातुकम् अस्ति चेत् धातुगण अनुसृत्य कृसन्दपदानां गणनिमित्तीकृत्य कोऽपि कार्यं धात्वङ्गे न भवति. तस्य कारणेन रूपभेदो न भवति. अतः अत्रापि अर्धधातुकलकारः इव धातुगणानां न कोऽपि भूमिका. यदि अत्रापि अतः अत्रापि समीचीनम्. इदम् अत्र यदुक्तम् अत्र प्रमुखवाक्यमस्ति. अत्र यदुक्तमस्ति तत् प्रमुखवाक्यमस्ति, सर्वैः अवगम्यते वा तदत्र यदुक्तम्? प्रत्ययः षित् नास्ति चेत् तर्हि अषित् अषित् प्रत्ययः आर्धधातुकप्रत्ययः इत्युक्ते कृत् प्रत्ययेषु केवलं तत्र नवप्रत्ययः एव षितः सन्ति. तत्र एव सार्वधातुकप्रक्रिया प्रचलति, अन्यत्र सर्वत्र नाम अन्ये सर्वे प्रत्ययाः आर्धधातुकाः. अतः तत्र सर्वत्र आर्धधातुकप्रक्रिया एव प्रचलति. तर्हि लकारस्तरे यदा वयं पश्यामः तर्हि लकारस्तरे इत्युक्ते किं? तिङन्तप्रसङ्गे आर्धधातुकप्रक्रिया कदा भवति? तिङन्तस्तरे आर्धधातुकप्रक्रिया अपित् अस्ति चेत् अङ्गस्य कोऽपि परिवर्तनं न भवति. पित् अस्ति चेत् एव अङ्गस्य परिवर्तनं भवति. पित्त्वात् सर्वधातुकर्धधातुकयोः एवम् अन्यसूत्राणि पुगन्धलघुपदस्य इत्यादि सूत्राणि आगत्य अङ्गस्य परिवर्तनं भवति. समीचीनं. भवान् एकेश्वर महोदय, भवान् यद् वक्तुम् इच्छति अत्र अङ्गं निमित्तीकृत्य तत्र कीदृशप्रत्ययः इति निमित्तीकृत्य कार्याणि वक्तुमिच्छति, तत् समीचीनं, तद् वयम् अवगच्छामः. मम प्रश्नः कः इति चेत् अत्र सार्वधातुकप्रसङ्गे सार्वधातुकप्रक्रिया इति केषु लकारेषु वयं वदामः? तत्तु लट् लोट् लङ् विधिलिङ्ग् इति चत्वारि गणानाम् एव सार्वधातुकप्रक्रिया भवति. इति तत्र स्मर्तव्यं. तत्र तिङ् प्रसङ्गे सार्वधातुकप्रक्रिया केवलं लट्लकारे लोट्लकारे लङ्लकारे विधिलिङ्ग्लकारे एव भवति. तर्हि सार्वधातुकप्रक्रिया इत्युक्ते किं तत्र? तत्र सार्वधातुकप्रक्रिया लट् लोट् लङ् विधिलिङ्ग् एतेषां लकाराणां सार्वधातुकप्रत्यय परे अस्ति चेत् गणनिमित्तीकृत्य कार्याणि भवन्ति. हा, गणनिमित्तीकृत्य विकरणप्रत्ययः आयाति इति तत्र सार्वधातुकप्रक्रिया. तर्हि लकारस्तरे दशलकाराः सन्ति इति वयं जानीमः. तर्हि लट् लोट् लङ् विधिलिङ्ग् एतेषु लकारेषु तिङ् प्रत्ययः सार्वधातुकप्रत्ययः, अतः तत्र गणनिमित्तिकविकरणप्रत्ययः आयाति. इदानीम् अवशिष्टेषु लकारेषु का गतिः? अवशिष्टलकारेषु विकरणप्रत्यय आयाति चेत् अपि तत् लकारस्य तिङन्तानां पूर्वम् आयाति कृत्वा अङ्गस्य बाधकं भवति, व्यवधानं भवति इति कारणेन अङ्गकार्यं न भवति. तथा गणनिमित्तिकचिन्तना अपि नास्ति. हा, समीचीनम्. इत्युक्ते अवशिष्टेषु लकारेषु तत्र गणचिन्तनं नास्ति. किमर्थं नास्ति गणचिन्तनं? किमर्थं नास्ति तत्र गणचिन्तनं? भवान् उक्तवान् एव, एकवारं वदतु. यतोहि विकरणप्रत्ययस्य मातृभूमिका रूपेण चिन्तयति चेत् तिङ् प्रत्ययः धातु अथवा अङ्गं न पश्यति इति कृत्वा तस्य कार्यं न भवति. सत्यम्. इत्युक्ते तत्र किं भवति इति चेत् तत्र धातुः अस्ति, धातुतः लकारनिमित्तिकविकरणप्रत्ययः आयाति. इत्युक्ते तत्र षड्लकारः सन्ति, तेषु षड्लकारः सन्ति, तेषु प्रथमं वयं स्वीकुर्मः लिट् लकारः अपि च आशीर्लिङ्ग्लकारः. लिट् लकारः आशीर्लिङ्ग्लकारः तत्र तु गणनिमित्तिकविकरणप्रत्ययः, तत्र तु लकारनिमित्तिकविकरणप्रत्ययः नास्ति. लिट् लकारः आशीर्लिङ्ग्लकारः गण लकारनिमित्तिकविकरणप्रत्ययः नास्ति. तत्र धातुतः साक्षात् तिङ् प्रत्ययः अस्ति, सः प्रत्ययः साक्षात् अर्धधातुकः अस्ति. अस्माभिः चर्चितं खलु लिट् लकारे तिङ् प्रत्ययः अर्धधातुकप्रत्ययः केन सूत्रेण? तर्हि तत्र लिट्च इति सूत्रेण तिङ् प्रत्ययः अर्धधातुकप्रत्ययः अस्ति, साक्षात् अर्धधातुकः इति उक्तत्वात् सूत्रे एव उक्तमस्ति. लिट् लकारे तिङ् प्रत्ययः अर्धधातुकः इति उक्तम्. आशीर्लिङ्ग्लकारे लिङ्गाशिषि इति सूत्रेण आशीर्लिङ्ग्लकारे इत्युक्ते अर्धधातुक, अत्र विधिलिङ्ग् आशीर्लिङ्ग् इति अस्ति, केवलम् आशीर्लिङ्ग् एव अत्र तिङ् प्रत्ययः अर्धधातुकः. अतः तत्र तिङ् प्रत्ययः एव अर्धधातुकः इति उक्तत्वात् तत्र तिङ् प्रत्ययः अर्धधातुकः इति उक्तत्वात् तत्र तत्र साक्षात् अर्धधातुकप्रक्रिया एव प्रचलति. न अपित्वात् नित्वात् किमपि नास्ति. तिङ् प्रत्ययः साक्षात् अर्धधातुकप्रत्ययः अस्ति खलु. अर्धधातुकम् अस्ति इति कृत्वा नित्वत् भवति. किमर्थं निद्वत् भवति? अर्धधातुकम् अस्ति कृत्वा कित्तति, नित्नस्ति, नित्नस्ति, नित् अस्ति, तय भिन्न अस्ति चेदेव गणं निमस्ति भवति. अर्धधातुकतिङ्प्रत्ययः सर्वे प्रत्ययः अर्धधातुकप्रत्ययः अस्ति. तर्हि तिङ् प्रत्ययः तत्र अष्टादशप्रत्ययः सन्ति खलु, सिप्तस्झि, सिप्तस्तमिप्पस्मत्. तत्र प्रत्येकं प्रत्ययं वयं स्वीकृत्य पश्यामः चेत् तत्र तिप् इति पित् अस्ति इति अर्धधातुकप्रक्रियां पित्वस्य महत्वं नास्ति. परन्तु तिप् इति प्रत्ययः कित् अपि नास्ति, नित् अपि नास्ति, गित् अपि नास्ति इति कृत्वा तत्र गुणकार्यं भवति. एवमेव प्रत्येकं प्रत्ययं स्वीकृत्य वयं पश्यामः, तस् इति प्रत्ययः अपि नित् नास्ति. यतोहि तत्र सार्वधातुकम् अपित् इति किमपि न प्रचलति खलु अत्र अर्धधातुकत्वात्. अतः तत्र अर्धधातुकप्रक्रिया इत्युक्ते तिङ् एव साक्षात् अर्धधातुकप्रत्ययः भवति लिट् लकारे, आशीर्लिङ्ग्लकारे. तदनन्तरम् अवशिष्ट चतुर्षु लकारेषु तत्र चतुर्षु लकारः कः इति चेत् श्यतासीलृलुटोः इति सूत्रेण लृट् लकारः अपि च लृङ् लृङ्लकारः उभयत्र स्य इति विकरण स्य इति प्रत्ययः आयाति. स्य इति प्रत्ययः कदा आयाति इति चेत् धातुः योगः लकारः अस्ति, लृट् लकारः अथवा लृङ् लकारः, तदानीमेव स्य इति प्रत्ययः मध्ये आयाति. इदानीं धातुः स्य इति प्रत्ययं पश्यति. स्य इति प्रत्ययः कीदृशः इति चेत् स्य इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति. अतः तत्रापि अर्धधातुकप्रक्रिया इति वयं वदामः. लृट् लकारः लृङ् लकारः अर्धधातुक प्रक्रिया इति वदामः. किमर्थम् इति चेत् धातोः पुरतः यः प्रत्ययः अस्ति स्य इति प्रत्ययः, सः प्रत्ययः अर्धधातुकप्रत्ययः, यद्यपि तिङ् प्रत्ययः सार्वधातुकः एव. लृट् लकारे लृङ् लकारे तिङ् प्रत्ययः सार्वधातुकः एव, तथापि सार्वधातुकप्रक्रिया इति वयं न वदामः. किमर्थम् इति चेत् धातोः पुरतः यः प्रत्ययः अस्ति स्य इति प्रत्ययः, सः प्रत्ययः अर्धधातुकः. तदनन्तरं तत्र अवशिष्टलकारः कः इति चेत् तत्र लुट् लकारः, लुट् लकारः, लुङ् लकारः. लुट् लकारः तास् इति प्रत्ययः अस्ति, यथा लृट् लकारे स्य इति प्रत्ययः धातोः पुरतः अस्ति, एवमेव लुट् लकारे धातोः पुरतः तास् इति प्रत्ययः अस्ति. तास् इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति इति कृत्वा तत्रापि अर्धधातुकप्रक्रिया इति वयं वदामः. लुङ् लकारे अपि धातोः पुरतः चिलि इति प्रत्ययः भवति. चिलि इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. तिंशित् भिन्नः आर्धधातुकप्रत्ययः, अतः तत्रापि आर्धधातुकप्रक्रिया इति वदामः. तर्हि आहत्य एतेषु षड् लकारेषु लिट् लकारः, आशीर्लिङ्ग् लकारः, लृट्, लृङ्, लुट्, लुङ् एतेषु लकारेषु धातोः पुरतः यः प्रत्ययः अस्ति सः प्रत्ययः आर्धधातुकप्रत्ययः. अतः एतेषु षट्सु लकारेषु अर्धधातुकप्रक्रिया प्रचलति. अर्धधातुकप्रक्रिया इति यदा वदामः तदानीं गणनिमित्तिकविकरणप्रत्ययः न आयाति एव. इत्युक्ते कर्तरिषप् नायाति चेत् स्वादिभ्यः श्नु, दिवादिभ्यः श्यन् इत्यादि प्रत्ययाः अपि तत्र न आयान्ति इति मुख्यभेदः. इति तत्र तिङ् लकारप्रसङ्गे तथा अस्ति. इदानीं कृत् प्रसङ्गे कथम् अस्ति इति चेत्, कृत् प्रत्ययेषु केवलं नवप्रत्ययः एव शितः, तर्हि अन्ये सर्वे प्रत्ययाः अशितः. अशितः इति कृत्वा ते सर्वे आर्धधातुक प्रत्ययाः. अतः धातुतः कृत् प्रत्ययः अशित् प्रत्ययः अस्ति चेत् तत्रापि आर्धधातुकप्रक्रिया प्रचलति. अर्धधातुकप्रक्रिया प्रचलति इत्युक्ते किम् इति चेत् तत्र गणनिमित्तिकविकरणप्रत्ययः न आयाति. अर्धधातुकप्रक्रिया अस्ति चेत् एव गणनिमित्तिकविकरणप्रत्ययः आयाति. गणनिमित्तिकविकरणप्रत्ययः इत्युक्ते किम् इति चेत् गणम् आश्रित्य विकरणप्रत्ययः. गणम् आश्रित्य विकरणप्रत्ययः कदा भवति इति चेत् यदा अत्र स्वादिगणे कश्चन धातुः अस्ति चेत् स्वादिभ्यः श्नु अथवा दिवादिभ्यः श्यन्, रुदादिभ्यः श्नम् इत्यादि प्रत्ययः तदा एव भवति यदा धातुः तस्मिन् गणे अस्ति, अपि च सार्वधातुकप्रक्रिया अस्ति, तदा एव भवति. अर्धधातुकप्रक्रिया अस्ति चेत् दिवादिभ्यः श्यन्, कर्तरि, शप् इत्यादि न भवति एव. अतः अर्धधातुकप्रक्रिया वा सार्वधातुकप्रक्रिया वा इति ज्ञानम् आवश्यकम् अस्ति. बुद्धं वा एतावता? एक प्रश्न भगिनि, प्रश्न अस्ति, यदा भवती उक्तवान् लृट् प्रत्ययः आर्धातुक प्रत्ययसम्बन्धे स्य धातु स्य पश्यति, परन्तु आशीर्लिङ्ग् सीयुट् वा यासुट् धातु अत्र अर्थः कः, पश्यति वा न पश्यति? यः यातां याहु अपि आयाति समानेन. न, तत्र लिङ्ग् आशीर्लिङ्ग् लकारे धातुः पश्यति इति तत्र विषयः नास्ति. तत्र साक्षात् तिङ् प्रत्ययः एव अर्धधातुकः इति उक्तं खलु, सूत्रेण एव उक्तम्. अतः धातुः पश्यति वा न पश्यति इति विषयः नास्ति. लिट् लकारे आशीर्लिङ्ग् लकारे धातुः पश्यति वा न पश्यति इति विषयः नास्ति. तत्र साक्षात् पाणिनिना उक्तं लिट् लकारे तिङ् प्रत्ययः अर्धधातुकः, आशीर्लिङ्ग् लकारे तिङ् प्रत्ययः अर्धधातुकः इति उक्तत्वा तत्र अर्धधातुकप्रक्रिया इति वदामः. आर्धातुकप्रत्ययः लिट् अपि च आशीर्लिङ्ग् आर्धातुकप्रत्ययः भवन्ति, अतः लिट् लकार यदि पश्यति वा न पश्यति कोऽपि अत्र विषयः नास्ति. हा, केवलं लिट् लकारे आशीर्लिङ्ग् लकारे पश्यति वा न पश्यति इति विषयः नास्ति. परन्तु अवशिष्टेषु चतुर्षु लकारेषु लृट्, लृङ्, लुट्, लुङ् तत्र तु धातुना तिङ् प्रत्ययः न दृश्यते इति तत्र सत्यम्. यतोहि मध्ये व्यवधानम् अस्ति, मध्ये स्य अथवा तास् इति अस्ति. अस्तु, धन्यवादः. अस्तु, तर्हि इदानीम् अग्रे कर्तुं शक्नुमः. शोभा भगिनी पठति वा? आं भगिनि. नमस्ते भगिनी, विजयलक्ष्मी. हा, नमस्कार भगिनि. नमस्ते अरुणा भगिनी. अरुणा भगिनी नमस्कारः. नमस्ते भगिनी, वंशी अस्मि. नमस्कारः भगिनी. नमस्ते भगिनी, रमा शिवरामनपि अस्मि. रमा भगिनी नमस्कारः. नमस्ते, शर्मिला भगिनी नमस्ते. सुमन भगिनी, सुमन भगिनी नमस्कारः. अस्तु अस्तु, तर्हि भगिनी कृपया. अस्तु, कर्त्रर्थे अर्धधातुकानां कृत् प्रत्ययानां कृदन्तानाम् इति दशानां धातुगणानां रूपभेदः नास्ति. आर्धधातुककृत् प्रत्ययेषु परेषु धातुः यस्मिन् कस्मिन्नपि गणे भवतु नाम गणं निमित्तीकृत्य रूपभेदः न भवति. णवुल् इति प्रत्ययं पश्येम, अयं प्रत्ययः धातुभ्यः विधीयते किन्तु न तिङ् न वा शित् अतः आर्धधातुकः. चुटु इत्यनेन णकारस्य इत्संज्ञा, हलन्त्यम् इत्यनेन लकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन तयोः लोपः, वु अवशिष्यते. युवोरनाकौ इति सूत्रेण अङ्गात् उत्तरस्य यु वु इत्यनयोः स्थाने क्रमशः अन अक च आदेशौ भवतः, अतः वु स्थाने अक आदेशः सर्वत्र. यथा भादौ पट् योगः अक पाठक इति प्रातिपदिकं, पुंसि पाठकः इति भवति. अत्र कर्त्रर्थे आर्धधातुककृत्प्रत्ययानां विषयं दत्तं. दशानां धातुगणानां कृत् प्रत्यये रूपभेदः नास्ति इति. आर्धधातुककृत् प्रत्ययेषु परेषु किमपि धातुः यस्मिन् गणे अपि भवेत् तत्र गणं निमित्तीकृत्य रूपभेदः न भवति इति पूर्वस्मिन् चर्चाम् अभवत् एतस्य कृते. तत्र किम् अवगतम् इत्युक्ते तत्र आर्धधातुकप्रत्ययेषु विकरणप्रत्ययस्य प्रसक्तिः नास्ति, अतः गणस्य प्रसक्तिः नास्ति. विकरणप्रत्ययेन गुणानि भूत्वा रूपभेदं प्राप्तुं शक्नुमः, अतः न भवति इति मन्ये भगिनी. अपि च वदतु किम् उक्तवती तत्र, किमर्थं तत्र गणभेदः नास्ति? कृत् प्रत्ययेषु यथा तत्र आर्धधातुक इदानीम् उदाहरणमस्ति खलु, तत्र ल्युट् इति प्रत्ययं स्वीकरोतु. ल्युट् इति प्रत्ययः अस्ति, धातुः अस्ति पट् इति धातुः, तस्य पुरतः ल्युट् इति प्रत्ययः. इदानीं चिन्तनं करोतु, ल्युट् इति प्रत्ययः कीदृशः? ल्युट् इति कृत् प्रत्ययः. पुनः पट् इति उक्तवती किल, पट् इति ल्युट् वा? पट् इति धातुः, ल्युट् इति प्रत्ययः. ल्युट् इति प्रत्ययः कृत् प्रत्ययः इति उक्तवती, पुनः कीदृशः? कृत् इति अपि च आर्धधातुक, किमर्थं चेत् तत्र षित् नास्ति, तिङ्क्षित् सार्वधातुकम्, अतः आर्धधातुक भवति. सत्यं, समीचीनं. तर्हि इदानीं तत्र आर्धधातुकप्रक्रिया इति वयं ज्ञातुं शक्नुमः खलु? आम्. यतोहि धातुतः धातोः पुरतः यः प्रत्ययः अस्ति सः प्रत्ययः आर्धधातुकः अस्ति, अतः आर्धधातुकप्रक्रिया इति वयम् अवगन्तुं शक्नुमः. अर्धधातुकप्रक्रिया इति अभिज्ञानम् अस्ति, रेकग्निशन् अस्ति चेत् तत्र किं वयं वक्तुं शक्नुमः? अर्धधातुक अस्ति चेत् तत्र विकरणप्रत्ययस्य प्रसक्तिः नास्ति इति वा? सत्यं, तदेव, सम्यक्. विकरणप्रत्ययस्य प्रसक्तिः नास्ति इत्युक्ते गणनिमित्तिकविकरणप्रत्ययः. यदा अहं गणनिमित्तिकविकरणप्रत्ययः इति वदामि चेत् कर्तरि शप् इति सूत्रं चिन्तयतु. कर्तरीशप् इति सूत्रस्य प्रसक्तिः अस्ति वा? पट् योगः अन न इति मन्ये. किमर्थं कर्तरीशप् इति कर्त्रार्थे भवति अपि च सार्वधातुके एव भवति इति अस्ति. बहु सम्यक्. तर्हि कर्तरीशप् इति तदा एव कार्यं करोति यदा प्रत्ययः सार्वधातुकः अपि अस्ति कर्त्रार्थे अपि अस्ति. ल्युट् इति प्रत्ययः तथा अस्ति वा? नास्ति, नास्ति. अतः आर्धधातुकप्रत्ययः अस्ति, अतः कर्तरि शप् इत्यस्य प्रसङ्गः एव नास्ति इति सम्यक्. तर्हि कर्तरि शप् इत्यस्य एव प्रसङ्गः नास्ति चेत् तर्हि अन्यगणस्य चिन्तनमपि नास्ति तत्र. इदानीं धातुः भवादिगणे अस्ति वा दिवादिगणे अस्ति वा इति तादृशचिन्तनं किमपि नास्ति. धातुः यस्मिन् कस्मिन्नपि गणे भवतु, यदि आर्धधातुकप्रक्रिया इति वयं जानीमः तदानीं धातुः कस्मिन् गणे अस्ति इति चिन्तनस्य आवश्यकता नास्ति. तत्र सार्वधातुक अस्ति चेत् मम अवगमनार्थं पृच्छामि. सार्वधातुक अस्ति चेत् तत्र प्रथमं कर्तरि शप् इति आयाति, अनन्तरं गणानुसृत्य शपं प्रबाद्य अन्ये विकरणप्रत्ययः आगच्छन्ति इति किल? हा सत्यम्. आयाति इत्युक्ते किं, यदा वयम् आयाति आयाति इति वदामः चेत् तत्र अर्थः कः इति चेत् कर्तरि शप् इति सूत्रस्य अपि प्रसक्तिः अस्ति तत्र, यतोहि कर्तरि शप् इति डिफाल्ट् अस्ति, जनरल् सूत्रमस्ति, तस्य प्रसक्तिः अस्ति. तत्र विशिष्टसूत्रस्यापि प्रसक्तिः भवितुमर्हति. यदा तत्र गणः दिवादिगणः इति वयं जानीमः, धातुः दिवादिगणे अस्ति इति जानीमः चेत् तदानीं तत्र दिवादिभ्यः ह्यन् इति सूत्रमपि आगच्छति कार्यं कर्तुं. तदानीं चिन्तनीयं कर्तरि शप् कार्यं करोति वा दिवादिभ्यः ह्यन् कार्यं करोति वा इति चिन्तनीयं. तयोः मध्ये बलाबलचिन्तनं करणीयं. तदानीं वयं किं वदामः इति चेत् दिवादिभ्यः ह्यन् इति विशिष्टं सूत्रमस्ति, केवलं दिवादिगणे एव कार्यं करोति. अतः कर्तरि शप् इति सूत्रं प्रबाद्य ओवर् रैड् कर्तरि शप् एण्ड् दिवादिभ्यः ह्यन् कार्यं करोति इति अर्थः, अपवादरूपेण. सम्यक् इति तत्र आर्धधातुकप्रक्रिया इति सामान्यचिन्तनमस्ति. यत्र यत्र धातुतः प्रत्ययः आर्धधातुकः अस्ति तत्र गणनिमित्तिकचिन्तनं नास्ति इति सारांशः. बुद्धं खलु? अत्र इतोपि किमुक्तम्? अत्र इतोपि किमुक्तमस्ति? इति प्रत्ययस्य स्थाने किं भवति? एकनिमिषं तत्र अस्तु. यत् भवती उक्तवती ल्युट् इत्यस्य, तत्र लकार टकार अन्त्यस्य टकारस्य हलन्त्यम् इत्यनेन, लकारस्य लशक् लशक्वतधिते इत्यनेन इत्सन्य, अपि च तस्य लोपः इत्यनेन लोपः अपि यु एव तिष्ठति. पट्योगः यु इति. तत्र तस्य कृते एकं सूत्रं दत्तं युवोरनाकौ इति. तत्र अङ्गात् उत्तरस्य अधुना अङ्गात् उत्तरस्य यु वु इत्यनयोः स्थाने क्रमशः अनाक इति आदेशौ भवतः इति. तत्र तु यु अस्ति, अतः यु इत्यस्य स्थाने अना इति आदेशरूपेण भवति. पट् योगः अना इति भवति अधुना. पटना इत्यस्य कः पटना इति तत्र कीदृशरूपं? पठन इति अत्र अर्धधातुक प्रकरणं पठन इति ल्युटन्त, पठनं इति भवति अन्ते. पठन इति कीदृशरूपम् अस्ति? प्रातिपदिकम् अस्ति, यतोहि यस्य अन्ते कृत् प्रत्ययः अस्ति तस्य प्रातिपदिकसंज्ञा भवति. कृत् तद्धितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति. यस्य अन्ते कृत् प्रत्ययः अस्ति तस्य प्रातिपदिकसंज्ञा भवति. अस्तु सम्यक्, धन्यवादः भगिनि. इदानीम् अग्रे उमा भगिनी वदतु. पट्योगः पट्योगः तत्र अक इति अस्ति, नूल् प्रत्ययः, पट्योगः नूल् प्रत्ययः, तत्र किं चिन्तनम्? अहमेव वा? न, उमा भगिनी. उमा न उमा. ओके, पट्योगः नूल् प्रत्ययः इति चेत् नकारः भवति लोपः, देन् लकारः अपि भवति लोपः, ऊ स्थाने अन आगच्छति, सोरि अक आगच्छति. सो पट् प्लस् अक मे बि नुल् कृते आदिवृद्धि आगच्छति. सो पाटक, ऐ डोण्ट् नो द सूत्रम्, ऐ हव् हर्ड् दिस् स्टेट्मेण्ट् अस् वेल्. भवती जानाति एव, अस्माभिः चर्चितं पूर्वं, तत्र अत उपादायाः इति एकं सूत्रमस्ति खलु. आर्धधातुकप्रत्ययः णित् अथवा इत् अस्ति चेत् किं भवति? तत्र कार्यद्वयं भवति खलु, वृद्धिः भवति. सूत्रद्वयं किम्? अचोनिति अचोयणिति अपि च द्वितीयमस्ति अतोपदायाः अचोयणिति इत्यनेन अङ्गस्य अन्तिम अच्वर्णस्य वृद्धिः भवति अतोपदायाः इत्यनेन उपदायां ह्रस्वकारस्य वृद्धिः भवति यदा पट् इत्यत्र उपदायां ह्रस्वकारः तस्य वृद्धिः पाटक इति पाटक इति प्रातिपदिकम् अस्ति समीचीनं तर्हि पट्योगः अन इत्यत्र यादृशप्रक्रिया पट्योगः अक इत्यत्र यादृशप्रक्रिया प्रक्रियायां भेदः अस्ति वा अस्ति नुल् प्रक्रिया आगच्छति चेत् अन आगच्छति तादृशभेदः अस्ति तादृशभेदः अस्ति परन्तु मम प्रश्नस्य आशयः कः इति चेत् अन इति अपि आर्धधातुकप्रत्ययः अक इत्यपि आर्धधातुकप्रक्रिया आर्धधातुकप्रक्रिया इति जानीमः चेत् तत्र गणनिमित्तिकविकरणप्रत्ययस्य चिन्तनं नास्ति खलु विकरणप्रत्ययः नागच्छति तर्हि पट्योगः अक इत्यत्र यादृशप्रक्रिया तादृशप्रक्रिया एव भवति तत्र नियोगः अक इत्यत्रापि अथवा तत्र अन्य यः कोऽपि धातुः जीयोगः अक अथवा यः कोऽपि धातुः भवतु सर्वत्र तादृश प्रक्रिया एव तत्र गणनिमित्तिकविकरणप्रत्ययः किमपि नास्ति केवलम् अक इति प्रत्ययं स्वीकृत्य अङ्गकार्याणि भवन्ति तत्र अङ्गकार्येषु भेदः भवितुम् अर्हति यतोहि अक इति प्रत्ययः णित् अस्ति अतः णित्वात् किमपि कार्यं भवितुम् अर्हति परन्तु सर्वत्र समानप्रक्रिया कुत्रापि गणनिमित्तिकविकरणप्रत्ययः नास्ति अतः पट्योगः अक इत्यत्र पट् इति कस्मिन् गणे अस्ति इति चिन्तनमेव नास्ति खलु अस्तु समीचीनं तर्हि अग्रे गोमती भगिनी पठतु पठामि भगिनि अस्य मार्गस्य अवलोकनेन पक्षं सार्वधातुकप्रक्रियातः महान् भेदः लक्ष्यते स च भेदः कः अत्र अर्धधातुकत्वात् कर्तरि शप् इत्यनेन शप् न भवति शपः अभावे न कस्यापि विकरणप्रत्ययस्य अवसरः तस्मात् धातुगणीयभेदः नास्ति एव पठयोग अक पाठक अह पुंसि अदादौ वच योगः अक वाचकः वाचक वाचकः जुहोत्यादौ दा योगः अक दायक दायकः दिवादौ नश् योगः अक नाशक नाशकः स्वादौ आप योगः अक आपक आपकः त्रिदादौ लिख योगः अक लेखक लेखकः दुधादौ भेद योग अक छेदक छेदकः तनादौ कृयोग अक कारक कारकः क्रयादौ क्रियोगः अक प्रायक प्रायकः प्रायकः क्षुरादौ चुर् चोरि इति धातु योग अक चोरक चोरकः अग्रे अपि पठामि तावत् वदतु अस्माभिः सार्वधातुकप्रक्रिया एते विषये चर्चा अभवत् पूर्वं सार्वधातुकप्रक्रियाः किं भवति अर्धधातुकप्रक्रियायां किं भवति इति सार्वधातुकप्रक्रियायां गणनिमित्तकविकरणप्रत्ययः आगच्छति विकरणप्रत्ययस्य स्वभावेन पूर्वभेदः अपि भवति परन्तु अर्धधातुकप्रक्रियायां विकरणप्रत्ययः न आयाति अतः विकरणप्रत्ययस्य प्रभावः तत्र न भवति सार्वधातुकप्रक्रियायां गणनिमित्तकप्रत्ययः आयाति चेत् एव रूपभेदः वर्तते पूर्वं गतवर्गे अस्माभिः गण दशगणे रूपं किं भवति इति शतृप्रत्यय सार्वधातुकप्रत्यययोजनेन अस्माभिः पठितम् अत्र अर्धधातुकप्रक्रियायां वयं लुल् प्रत्यययोजनेन गणे सर्वादिगणे दशगणे किं भवति इति वयमपि पश्यामः. गणं किमपि अस्ति, भादिगणे अस्ति वा अदादौ चुरादि किमपि अस्ति, तत्र अकप्रत्ययः आयाति. एकः एव प्रक्रिया भवति सर्वत्र, पाठक वाचक दायक इति रूपं समानं भवति. विकरणप्रत्ययः नास्ति चेत् तत्र समानं रूपमेव भवति सर्वे गणौ दशगणौ. तु भादिगणे पठ योग अक, अक इति अर्थधातुकप्रत्ययः, कृत् प्रत्ययः, पठ प्रथममस्ति, पठ धातुः अस्ति, अक इति पूर्वं लुल् अस्ति, तदा अत उपधायाः इति सूत्रेण पठ उपधायाः या अस्ति तस्य वृद्धिः भवति पाठक इति भवति. अदादिगणे वच् इति धातु स्वीकुर्मः, वच् वाच् भवति, तत्रापि वृद्धिः एव भवति वाचक अकनिमित्त मुल् प्रत्ययनिमित्तीकृत्य उपसायाः वृद्धिः भवति. जुहोत्यादौ दायक, द्विवादौ नाशकः, नाशक तु सर्वे पाठक वाचक दायक नाशक अपक लेखक खेदक कारक क्रायक चोरक एव रूपं भवति, समानमेव भवति. परन्तु पूर्वम् अस्माभिः दृष्टं छत्रप्रत्यययोजनेन हवन् छत्रप्रत्यययोजनेन अनग विविधानि रूपाणि भवन्ति, तदेव न भवति भिन्नभिन्नरूपाणि भवन्ति खलु. पट् योजनेन किमस्ति, पठत् इति प्रातिपदिकमस्ति, पठत् वच् इति योजनेन किमस्ति तत्र प्रातिपदिकं, प्रातिपदिकं वाचक भवति, वाचकः पुंसि भवति, वाचक वाचिका वाचकः वाचिका वाचकं. जुहोत्यादौ दायक दायिका दायिका दायकं, नश् प्रत्ययदिवादि नाशकः नाशकी भवतु. तत्र भिन्नरूपाणि भवन्ति, परन्तु अत्र मुख्यविषयः कः इति चेत्, यथा तत्र अक इति प्रत्ययः आर्धधातुकप्रत्ययः, अतः सर्वत्र रूपसाम्यं दृश्यते वा न वा? रूपसाम्यं दृश्यते. यदि यत्र पट् धातुः लट् लकारस्य रूपं किम्? लट् लकारस्य रूपं पठति इति भवति. पच् इति धातुः अस्ति चेत् रूपं किं? लट् पठति, वक्ति पचति, वक्ति वक्ति वक्ति वक्ति चेत् ददाति ददाति, नश्यति, आप्नोति, लिखति, भिनति, करोति, क्रीणाति, चोरयति इति रूपाणि विविधानि भवन्ति. हा, इति विविधानि रूपाणि, परन्तु अत्र तादृशं नास्ति. अत्र पश्यति चेत् पाठकः वाचकः दायकः नाशकः आपकः इति इति रूपाणि तत्र साम्यं दृश्यते. अपि च यत्र उपधायाम् इक्वर्णः अस्ति तत्र गुणः भूत्वा लेखकः भेदकः इति अस्ति, कृ इत्यत्र अपि इक्वर्णः इति कृत्वा कारकः, तत्र सर्वत्र साम्यं दृश्यते खलु. रूपभेदः न दृश्यते, किमर्थम् इति चेत् गणनिमित्तिकविकरणप्रत्ययः नास्ति इति एवं महान् विषयः. दाधातोः तत्र अक इति प्रत्ययः तत्र आतोयुक् छिन् कृतोः इति एकं सूत्रमस्ति. आकारान्तधातोः युक् आगमः भवति, छिनि अपि च कृति, कृति अपि तत्र णित् इति कृत् कृत् णित् अस्ति खलु, नूल् इति प्रत्ययः णित् अस्ति, कृति अपि अस्ति. सूत्रं किं भगिनि? आतो युक् छिन् कृतोः इति सूत्रेण युगागमः भवति तत्र. अतः दायोगः युक् योगः अक दायकः. धन्यवादः. अस्तु तर्हि एतावता स्पष्टं खलु. गीताञ्जलि भगिनी किम् अवगतम्? आं भगिनि नमस्ते. नमस्ते. अस्तु णुवुल् प्रत्यय अस्ति चेत् तत्र कृत् णुवुल् तु कृत् अस्ति अपि च अर्धधातुक अस्ति. किमपि धातु परे अस्ति चेत् रूपं तु समान एव, इत्युक्ते अन्ते तु अकः एव आयाति. तत्तु मुख्यविषय. किन्तु किञ्चित् अन्ते अक आयाति इति मुख्यविषयः नास्ति. सर्वत्र अन्ते अक आयाति इति मुख्यविषयः नास्ति. इत्युक्ते प्रसङ्गे अपि सर्वत्र तिङ् आयाति खलु. तत्र अत्र अत्र समानरूपम् इति किमर्थं वदामः इत्युक्ते मध्ये किमपि विकरणप्रत्ययस्य प्रभावः अस्ति, प्रसक्तिः एव नास्ति. तदेव तत् कारणेन किमपि रूपभेदः नास्ति. इत्युक्ते विकरणप्रत्ययस्य कारणेन किमपि भेदः नास्ति, प्रसक्तिः एव नास्ति. सत्यं रूपभेदः नास्ति. किमर्थं नास्ति इति चेत् प्रसक्ति एव नास्ति. इत्युक्ते कर्तरि शप् न प्रसक्तिः न प्रसक्ति चेत् तु किमपि गणचिन्तनं गणविकरणप्रत्यय न आयाति तत्र. गणनिमित्तकविकरणप्रत्ययः न आयाति. सत्यम्. अस्तु अत्र अत्र सूत्रसङ्ख्या अस्ति सप्तमाध्यायस्य तृतीयपादे त्रयस्त्रिंशत्तमं सूत्रम्. अस्तु अस्तु समीचीनं भगिनि. तर्हि अत्र एतावता कोऽपि प्रश्नः अस्ति वा? अग्रे सत्यं सूत्रं कृतोः किं कुत्र अस्ति? 7333 भगिनि. क्री क्रीयोग अक तत्र क्रायक इति रूपं कथं भवति इति किञ्चित् विवृणोति वा? क्रियोगः अक इति वा? हा तत्र क्रियादिगणे क्रियोग अक इति अस्ति. तत्र न गुणः नास्ति. गुणः अस्ति चेत् क्रयकः इति रूपं भवति खलु. अनन्तरं अत्र नित् अस्ति. नित् इत्यनेन वृद्धिः. वृद्धिः इत्युक्ते क्रय इति. अनन्तरं क्रयेण अस्ति. वृद्धि. सत्यं. क्रयि अनन्तरं क्रायकः इति. अत्र भगिनि अचिष्णु धातुध्रुवम् इत्यस्य प्रसक्तिः अस्ति वा? हा भवती वदतु. अत्र इकारान्त धातुरूपी एव क्रि इति अस्ति. अक इति अत्र अच् अजादि प्रत्ययः परे अस्ति. अपित् इत्यस्य चिन्तनं नास्ति. किमर्थम् इति चेत् आर्थधातुकः अस्ति. अत्र कित् ङित् नास्ति. गुणस्य प्रसक्तिः नास्ति. हा प्रथमतया तत्र प्रथमतया अचिष्णु धातु ब्रुवाम् अपि च सरधातु कार्धधातुकयोः अनयोः सूत्रयोः तत्र किं किं चिन्तनं? तत्तु परसूत्रम् इत्यनेन सार्वधातु कार्धधातुकयोः इति एव प्रवर्तते. तर्हि अचिष्णु धातु गतम् इदानीं. सत्यं. ओ ओ ततः वृद्धिः च गुणस्य अपवादः. यो एवं अपित् प्रत्यय एव भवति किल. अत्र अपित् प्रत्ययस्य प्रश्नः एव नास्ति. अतः अत्र अचि अस्ति खलु. किमर्थम् अचि नास्ति? अचि न अपित् अपित् प्रत्ययस्य न न अपित् एव भवति इति नास्ति किल. फलितार्थः अस्ति. कित् नित् प्रत्ययः अस्ति चेत् भवति इति फलितार्थः अस्ति. सूत्रे किमपि न उक्तं. केवलम् अचि परे इत्येव उक्तम्. सूत्रे कित् अस्ति चेदेव भवति इति नास्ति. अत्र अचोन्यति इति त्रयेण वृद्धिः एव भवति, तदेव वृद्धिः एव बलवत् सूत्रमस्ति खलु. अचोयन् इत्युक्ते तत्र आदौ एव क्रियोगः अक इत्यत्र अचिष्णुदातु ध्रुवं योर् यङ् वङ्गौ इति सूत्रं कार्यम् इति सूत्रस्य प्रसक्तिः अक्षि. तत् सूत्रं कार्यं करोति चेत् क्रि इत्यस्य इयङ् आदेशः भवति, इकारान्तधातुः अस्ति, अजादिप्रत्ययः अस्ति इति कृत्वा इयङ् आदेशः भवितुम् अर्हति. सरधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, तर्हि क्रि इत्यस्य गुणः भूत्वा क्रे इति भवितुम् अर्हति. अचोयनिति इति सूत्रस्य प्रसक्तिः अस्ति, क्रि इति धातोः क्रै इति भवितुम् अर्हति. इदानीं चिन्तनं करणीयम् एतेषु त्रिषु सूत्रेषु किं कार्यं, किं सूत्रं प्रथमं कार्यं कुर्यात् इति चिन्तनं करणीयम्. तादृशचिन्तनस्य फलमस्ति अचोयनिति इति सूत्रमेव कार्यं करोति. अहं किं वक्तुम् इच्छामि इदानीम् इति चेत् भगिनी यद्भवती पृष्टवती क्रियोगः अक, तद् एकत्र स्थापयतु, एकत्र नोट् मध्ये स्थापयतु. अस्माकम् अग्रिमपाठः अस्ति बलाबलचिन्तनम् इति, तस्मिन् सन्दर्भे एतादृशप्रश्नः भवन्ति चेत् सम्यक् चिन्तनं भवितुम् अर्हति. एतादृशप्रश्नः क्रियोगः अक इत्यत्र त्रयाणां सूत्राणां प्रसक्तिः अस्ति, तत्र किं कार्यं करोति इति सम्यक्तया वयं चिन्तनं कर्तुं शक्नुमः बलाबलचिन्तनस्य प्रसङ्गे अग्रिमपाठे. अतः भवन्तः सर्वे तादृश उदाहरणानि सन्ति चेत् आनयन्तु, मह्यं प्रेषयन्तु, वर्गे चर्चयितुं शक्नुमः. इदानीम् अग्रे सरेम कष्टं खलु भगिनि? हा स्पष्टं स्पष्टं भगिनि. अस्तु तर्हि अग्रे मीना भगिनि पठतु. इमानि रूपाणि इमानि रूपाणि दृष्ट्वा अवगम्यते यत् गणं निमित्तीकृत्य रूपभेदः न भवति. कारणं किम्? नूल् प्रत्ययः सार्वधातुकः नास्ति, अतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. कर्तरि शप् न भवति चेत् शप् न भवति, शप् न भवति चेत् अपरेषां गणानां विकरणप्रत्ययाः अपि न भवन्ति, यतोहि ते सर्वे शपं प्रबाद्य आयान्ति. शप् नास्ति चेत् श्यन् श्नु श्न इत्यादयः विकरणप्रत्ययाः अपि न भवन्ति. तेषाम् अभावे गणं निमित्तीकृत्य रूपभेदः न भवति. अत्र अक इति प्रत्ययः भवति, नूल् प्रत्ययः भवति, आर्धधातुकप्रत्ययः धातुतः भवति. आर्धधातुकप्रत्ययः कृत् प्रत्ययः अस्ति चेत् परन्तु सार्वधातुकः नास्ति, कर्तरिषप् इति सूत्रस्य प्रसक्तिः नास्ति. यदि कर्तरिषप् नास्ति चेत् सप् प्रत्ययः न भवन्ति, सप्रभाद्य अन्यगणभेदाः अपि अन्यप्रत्ययाः भवितुं न शक्यं. तस्मात् गण गिमिति प्रत्यय रूपभेदः नास्ति. धातुतः अकः एव आर्धधातुकप्रत्ययः भवति, गणनिमित्तीकृत्य रूपभेदं नास्ति धातुतः. सम्यक् इति तत्र वारं वारम् अस्माभिः चर्चितं. सम्यक् अस्तु तर्हि अग्रे वसन्ति भगिनी पठतु. अस्तु अनियर् इति प्रत्ययं पश्येम. अयं प्रत्ययः न तिङ् नावाशित् अतः आर्धधातुकः. अनियर् न केवलम् आर्धधातुकः अपि तु कर्मणि अर्थे न तु कर्तरि अर्थे अस्ति. अस्मात् कारणद्वयात् कर्तरि शब् इत्यस्य प्रसक्तिः नास्ति. अत्र हलन्त्यम् इत्ययेन रेपस्य इत् संज्ञा तस्य लोपः इत्ययेन लोपः भवति, अनीय अवशिष्यते. अनीय प्रत्ययस्य विवरणम् अस्ति. अनीयप्रत्ययः न तिङ् न षित् अतः आर्धधातुः प्रत्ययः. कर्मणि अर्थार्थे भवति, न तु कर्तरि अर्थे. अतः आर्धधातुकः कर्मणि अर्थार्थे द्वयोः कारणत्वात् कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. अनियर् इति अन्तिमवर्ग हलन्त्यम् इति सूत्रेण रेपः लोपः भवति, अनीय अवशिष्यते. बहु सम्यक् भगिनि, बहु समीचीनं, धन्यवादः. इदानीं मम एकः प्रश्नः अस्ति. सूर्यकुमारी भगिनी वदतु, अत्र अनियर् प्रत्ययः कर्मार्थे भवति इति उक्तं, तस्य अर्थः कः? अर्थः अस्ति कर्त्री सप्रसक्ति नास्ति एव. कर्मार्थे भवति इत्यस्य अर्थः कः? कर्मणि प्रयोगे. अर्थः कः? उदाहरणं वदतु. पठनीयम्. एकं वाक्यं वदतु. कर्म अस्ति चेत् एव पुस्तकं पठनीयं. कर्म पुस्तकं पठनीयं. केन पठनीयम्? तेन पठनीयं, तेन पुस्तकं पठनीयम् इति रामेण पुस्तकेन पुस्तकं वदतु. तेन पुस्तकं, तेन कर्ता तृतीयविभक्ति. वाक्यं वदतु, एकवारं वाक्यं वदतु, तदनन्तरं प्रतिपादयतु. तेन पुस्तकं पठनीयम्. पठनीयं पुस्तकं प्रथमाविभक्ति. कर्म प्रथमविभक्ति भवति. कर्म किं प्रथमविभक्तौ भवति? कर्मपदं वा? कर्मणि प्रयोगे नियमः कः? कर्त तृतीयविभक्ति भवति, कर्म प्रथमाविभक्ति भवति, क्रिया कर्म अनुसरति. सम्यक्. इत्युक्ते त्रीणि एकमेकम् इति तत्र नियमः अस्ति. अत्र कर्मार्थे अस्ति इत्यस्य कः अर्थः? कर्मणि प्रयोग न तु कर्तृप्रयोग. इत्यस्य अर्थः कः? अत्र अन्य कोऽपि वदतु, राजीभगिनी वदतु, कर्मार्थे अस्ति इत्यस्य कः अर्थः? कर्म एव अत्र प्रथमं भवति. कर्म मया पुस्तकं पठनीयम् इति वाक्ये मया तृतीया अस्ति, पुस्तकं प्रथमा अस्ति. पुस्तकं कर्मपदं प्रथमा विभक्ति भवति इति कारणेन कर्मार्थे इति कर्मणि अर्थे इति. सकर्मकदापि एव भवति भगिनि. क्रिया कर्मपदम् अनुसरति. इति तत्र नियमाः सन्ति इति सम्यक्. क्रियापदं कर्मपदम् अनुसरति. किं किं पुनः एकः वदतु. कर्त्रर्थे नास्ति तत्र. कर्मार्थे अस्ति इति कर्मार्थः कः इति ज्ञायते चेत् कर्त्रार्थे नास्ति इति वक्तुं शक्नुमः. कर्मार्थः इत्यस्य कः अर्थः इति न उक्तम् एतावता. तत् नियमः अस्ति. कर्मार्थे इत्यस्य अर्थः कः? कर्ता चेञ्जस् द वर्ड् डसन् चेञ्ज्. कर्मस्य क्रियापदस्य वचनं कर्मपदस्य वचनं क्रियापदस्य विभक्ति अनन्तरं लिङ्गं सर्वं कर्मपदम् अनुसरति. कर्मपदं नपुंसके भवति. कः उक्तवान् कर्मणः प्रामुख्यमिति? अहं जयलक्ष्मी उक्तवती. इत्युक्ते कर्मार्थे अस्ति इत्युक्ते यस्मिन् वाक्ये कर्मणः प्रामुख्यमस्ति तादृशवाक्यं कर्मणि प्रयोगः अथवा कर्मार्थे अस्ति इति वदामः. किमर्थं कर्मणः प्रामुख्यं, कर्मणः प्रधानता किमर्थम् अस्ति इति चेत् तत्र अत्र प्रत्ययेन अत्र अनियर् प्रत्ययेन कर्म उक्तः भवति, कर्म उक्तं भवति, अनियर् प्रत्ययेन कर्म उक्तं भवति. अत्र मया पुस्तकं पठनीयम् इत्यत्र पठनीयम् इति पठनीयम् इत्यत्र यः अनियर् प्रत्ययः अस्ति तेन प्रत्ययेन कर्म उक्तम् अस्ति. कर्म उक्तम् इति कृत्वा उक्तत्वात् तस्य प्रथमा अस्ति. अतः एतस्मिन् वाक्ये पुस्तकम् इति कर्मपदस्य प्राधान्यम् अस्ति. पुस्तकं पठनीयम् इति वाक्यमस्ति, पुस्तकं पठनीयं, पुस्तकम् इत्यस्य प्राधान्यं. यस्मिन् वाक्ये कर्मणः प्राधान्यं तर्हि तादृशवाक्यं तत्र प्रत्ययः कर्मार्थे अस्ति इति वदामः. कर्त्रार्थे इत्युक्ते अहं पुस्तकं पठामि इति वाक्ये पठामि इत्यत्र प्रत्ययः कर्त्रार्थे अस्ति. तिङ् प्रत्ययः कर्त्रार्थे अस्ति इत्युक्ते कर्तुः प्राधान्यम् अस्ति. कर्तुः प्राधान्यम् अस्ति इति चेत् किं तत्र तात्पर्यं किम् इति चेत् तत्र तिङ् प्रत्ययेन कर्ता उक्तः भवति. अतः एव कर्तुः प्रथमविभक्तिः भवति तत्र. अहं पुस्तकं पठामि अहम् इत्यस्य प्रथमविभक्तिः किमर्थम् इति चेत् तत्र तिङ् प्रत्ययेन कर्ता उक्तः भवति. अतः तद् सारांशः कः इति चेत् कर्तरीप्रयोगः इति चेत् यस्मिन् वाक्ये कर्तुः प्रधानता अस्ति, कर्तुः प्राधान्यम् अस्ति, मुख्यता अस्ति, तादृशवाक्यं कर्तरीप्रयोगः. यस्मिन् वाक्ये कर्मणः प्राधान्यम् अस्ति तादृशवाक्यं कर्मणि प्रयोगः. अत्र अनियर् प्रत्ययः कर्मार्थे भवति नो चेत् भावार्थे भवितुम् अर्हति इति तत्र विषयः अस्ति इति भेदः अस्ति. कर्त्रार्थे कर्मार्थे इति कस्मिन् अर्थे अस्ति इति भेदः अस्ति. यतोहि अस्माकं करपत्रे वारं वारं कर्त्रार्थे अस्ति कर्मार्थे अस्ति इति वदामः तस्य अर्थः कः इति एकवारं स्पष्टीकृतवती. अवगतं खलु भगिनि? भगिनि मम एकः प्रश्नः श्रूयते वा भगिनि? श्रूयते. तत्र अनियर् अपि च तव्यत् प्रत्ययः द्वयोः कर्मणि प्रयोगे एव उपयोगं भवति, परन्तु तव्यत् प्रत्यय तत्र इडागमः भवति, अनियर् प्रत्ययेषु इडागमः न भवति, तावदेव भेदः वा? अन्यत् अपि अस्ति वा? अस्ति खलु, अनियर् प्रत्ययः अजादिः अस्ति, तव्यत् प्रत्ययः हलादिः अस्ति. हा, परन्तु उपयोगं तु द्वयोः अर्थः समानः एव भवति किल, करणीयम् इत्यस्य अर्थे एव भवति. भवत्याः प्रश्नः अर्थस्य विषये अस्ति वा प्रक्रियायाः विषये अस्ति वा? न, मम वक्षा अस्ति तत्र एकं तु अर्थम् अर्थः समानः अस्ति वा, अन्यत् अपि प्रक्रिया तु अजादि अपि च हलन् तव्यत् भिन्नः भवति वा? तत्र इडागमस्य विषये एव भेदः अस्ति वा, अन्यत् अपि भवति वा इति मम प्रश्नः अपि अस्ति भगिनि. प्रथमं तत् अर्थविषये भेदः नास्ति. अन्य पठनीयम् इति वक्तुं शक्यते अथवा पठितव्यम् इति अपि वक्तुं शक्यते, भेदः नास्ति. सत्यं. अपि च द्वितीयः तत्र तव्यत् प्रत्ययः अस्ति चेत् इडागमः भवितुम् अर्हति इति अपि सत्यमेव. अस्तु. प्रक्रियायां भेदः अस्ति वा इति चेत् दा योगः अनिय इत्यत्र अजादिः अस्ति इति कृत्वा तत्र अकः सवर्णे दीर्घः इत्यनेन दीर्घत्वं भवति. तव्यत् प्रत्ययः अस्ति चेत् तादृशदीर्घत्वं नास्ति, इडागमः अस्ति चेत् भवितुम् अर्हति. अतः तादृशप्रक्रियायां भेदः अस्ति, यतोहि प्रत्ययः अजादिः हलादिः इति भेदात् प्रक्रियायां भेदः भवितुमर्हति. यतोहि तव्यत् प्रत्यये अपि सर्वत्र इडागमः भवति इति नास्ति खलु, कुत्रचित् इडागमः न भवितुमर्हति, तत्र प्रत्ययः हलादिः भवति, अतः प्रक्रियायां भेदः अस्ति. भेदः अस्ति. अस्तु. परन्तु प्रत्ययद्वयमपि आर्धधातुकप्रत्ययः एव, अतः सामान्यतया प्रक्रियायां साम्यम् अपि अस्ति, यतोहि आर्धधातुकप्रक्रिया इति अस्ति. हा, भवितव्यं किल. अस्तु. अस्तु भगिनि, धन्यवादः. अस्तु, तर्हि इदानीम् अग्रे सरेम. हा, पठति. अस्तु, जयलक्ष्मी भगिनी पठतु. आं भगिनि, आनियर् इति प्रत्ययः पश्येम, अयं प्रत्ययः न तिङ् न वाशित् अतः आर्थधातुकः. तत् पठितम् अग्रे. अस्तु, क्षम्यतां. भागौ पट् योग अनीय पठनीय, अदादौ वच् योग अनीय वचनीय, जिहोत्यादौ दा योग अनीय दानीय, दिवादौ नश् योग अनीय नशनीय, सुवादौ आप् योग अनीय आपनीय, तुदादौ लिक् योग अनीय लेखनीय, रुधादौ भिद् योग अनीय भेदनीय, तनादौ कृ योग अनीय करणीय, क्र्यादौ क्रियोग अनीया क्रयणीया चुरादौ चुर् चोरी इति धातुः योग अनीया चोरणीया अग्रे पठामः वा भगिनि न तावत् तावत् किमस्ति तत्र तत्र भिन्नभिन्नगणे भिन्नभिन्नधातुः दत्तमस्ति तद् धातोः सह अनीयप्रत्ययः योजयते चेत् समानरूपं पठनीया वचनीया दानीया नशनीया आपनीया लेखनीया भेदनीया करणीया क्रयणीया इत्यादीनि इत्यादि पदानि लभन्ते इति उक्तमस्ति वस्तुतः आहत्य एतत् अत्र उक्तमस्ति धातुः यस्मिन् कस्मिन् अपि गणे भवतु अत्र आर्थधातुकप्रत्ययस्य योजनेन तत्र समानत्वम् अस्ति इति दत्तमस्ति प्रक्रियायां साम्यम् अस्ति अत्र गणनिमित्तिकविकरणप्रत्ययस्य चर्चा नास्ति खलु नास्ति अत्र इक् धातोः भिद् धातु कृ क्रि धातोः गुणः भवति किल पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति तत्र प्रश्नः कः गुणः भवति तदनन्तरम् अनीय योजयामः चेत् लेखनीय भेदनीय इति आगच्छति इति अहम् उक्तवती अत्र अत्र किं भवती किम् उक्तवती इति चेत् गुणः प्रथमं भवति तदनन्तरम् अनियप्रत्ययं योजयामः इति उक्तवती खलु गुणः प्रथमं भवति वा अनियप्रत्ययः प्रथमं योजयामः वा गुणः प्रथमं भवति तदनन्तरमेव अनीय योजयामः किल योजनानन्तरं किं भवति इति चिन्तयामः वा तत्र गुणः कथं भवति केन आधारेण कं निमित्तीकृत्य गुणः भवति गुणः कं निमित्तीकृत्य धातोः उपधायां कः वर्णः अस्ति इति कृत्वा गुणः भवति इक् तावदेव पर्याप्तं वा तावत् पर्याप्तं वा उपधायाम् इक् वर्णः अस्ति चेत् गुणः भवति इति पर्याप्तं वा सार्वधातुक आर्धधातुकयोः न सार्वधातुक आर्धधातुकयोः इति सूत्रमपि तत्र चिन्तनीयम् आर्धधातुक अन्य आर्धधातुकप्रत्यय अस्ति सुगन्तलघुपदस्य च सुगन्तलघुपदस्य च इति सूत्रे सार्वधातुक आर्धधातुकयोः इत्यस्य अनुवृत्तिः अस्ति तस्य अर्थः कः सुगन्तलघुपदस्य च अत्र वंशी भगिनी वदतु आं भगिनी हा श्रूयते वा श्रूयते प्रश्नः कः भगिनि क्षम्यतां प्रश्नः सुगन्तलघुपदस्य च लिक् धातोः गुणः प्रथमं भवति तदनन्तरम् अनियप्रत्ययः योजयामः इति भगिनी उक्तवती अस्तु तत्र कः क्लेशः इति वदतु लिक् धातु अनन्तरम् अनियर् प्रत्ययः योजनीयः हा तत्र तु अनियर् तु अर्धधातुकप्रत्ययः अस्ति अतः तत्र एकक्षणं भगिनी एकक्षणं भगिनी वदति लिक् इति धातुः अस्ति चेत् लेक् इति भवति तदनन्तरम् अनियर् प्रत्ययम् अहं योजयामि इति सा वदति अस्तु इति समीचीनमस्ति वा अनियर्ः अनियर् अनियर् प्रत्ययः नास्ति चेत् लिक् इत्यत्र गुणः भवति वा न भवति अनियर् तु आवश्यकमेव किल अर्धधातुकप्रत्ययः अस्ति अतः पुगन्तलघुपदस्य च इत्यनेन इदम् उपधायाः तत्र गुणः भवति यदि अनियर् नास्ति चेत् लेक् कथं भवति न भवति किल तर्हि तत्र पुगन्तलघुपदस्य च इति सूत्रं किं वदति पुगन्तलघुपदस्य च इति वदति यदि उपधायाम् इक् वर्णः अस्ति तत्र अर्धधातुकप्रत्ययः परे अस्ति चेत् तत्र इक् वर्णस्य गुणः भवति इति राजीवभगिनी श्रुतं वा आं भगिनि प्रत्ययः परः अस्ति न कुत्रापि गुणः न भवति सम्पूर्णव्याकरणे प्रत्ययः परः नास्ति चेत् गुणः कुत्रापि न भवितुम् अर्हति सार्वधातुक अर्धधातुकयोः वा भवतु पुगन्तलघुपदस्य च वा भवतु प्रत्ययः परः नास्ति चेत् गुणस्य चिन्तनमेव न करणीयम् किमर्थमिति किमपि कार्यमेव न भवति प्रत्ययः नास्ति चेत् परच्च अधिकारसूत्रं भवति सर्वाणि कार्याणि प्रत्ययम् आश्रित्य भवन्ति अतः प्रत्ययः परः भवेत् प्रत्ययः नास्ति चेत् गुणः कथं न भवति प्रत्ययः परे भवेत् चेत् तस्य सम्मुखे गुणः भवति तदनन्तरं योजनीयम् किं न अवगतं पुनः वदतु अनियर् प्रत्यय सपोस् लिख् दातु अनियर् प्रत्यय प्रत्ययस्य सम्मुखे गुणः सम्भवति प्रत्ययस्य प्रभावेन सत्यं तदनन्तरं योजनीयं किं योजनीयं वर्णमेलनमिति वर्णमेलनमिति वद अनियर् प्रत्ययं योजनीयम् अस्तु अस्तु समीचीनम् इति अस्ति अस्तु तर्हि अग्रे अरुणा भगिनी पठतु अस्ति वा अस्तु तर्हि रमा भगिनी पठतु यत्र यत्र कृत् प्रत्ययः आर्धदातुकः तत्र तत्र धातुगणम् आधारीकृत्य भेदो न वर्तते अतः यदा आर्धधातुकलकाराः आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम् अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते चतुर्दशवर्गाः एते लिखितम् अस्ति कृत्प्रत्ययः पठतु भगिनि अकारान्ताः यथा कत गण रच इत्यादयः आकारान्ताः यथा पा ला बा दा धा इत्यादयः इकारान्ताः यथा जि श्वि चि चि रि इत्यादयः ईकारान्ताः यथा नि षि वि क्रि वि इत्यादयः उकारान्ताः यथा दृ नु पु गु क्षु इत्यादयः ऊकारान्ताः यथा भू लु उ नु मु इत्यादयः ऋकारान्ताः यथा कृ बृ दृ मृ कृ स्मृ स्मृ इत्यादयः ऋकारान्ताः यथा जृ झृ शृ गृ गृ इत्यादयः एदन्ताः यथा ग्लै म्लै झै पै शो चो इत्यादयः अधुपदाः यथा पट् चल् वद् स्कल् कक् पच् चट् इत्यादयः ईदुपदाः यथा चित् मित् छिद् भिद् निद् मिल् इत्यादयः उदुपदाः यथा बुद् शुद् बुद् कुक् उक् इत्यादयः ऋदुपदाः यथा कृष् वृष् नृत् छृद् वृत् वृद् इत्यादयः अविशिष्टाः येन न सन्ति एषु वर्गेषु यथा मील् शीक् बुक् अञ्च् इत्यादयः अन्यच्च अत्र लिखितमस्ति यत्र यत्र कृत्प्रत्ययः आर्धधातुकः भवति तत्र भेदः न भवति वयं पश्यामः अत्र पश्यामः इदानीम् अत्र पश्यामः अतः आर्धधातुकविषये भेदः न वर्तते कृत्प्रत्यय यत्र यत्र कृत्प्रत्ययः आर्धधातुकः अस्ति अतः कृत्य भेदः न भवति अतः वर्णमे मेलने एव भेदः भवितुम् अर्हति अतः धातु अन्त अन्तः वर्णमेलने भेदः भवति इति वदति किमर्थं वर्णमेलने भेदः इति वदति अकारान्तः अस्ति चेत् अकारान्तधातु अनियर् प्रत्ययेन योजनेन समानरीत्या एव योजनं भवति अतः एव माताजी धातु समूहः तादृशं कृतवती, अकारान्ताः आकारान्ताः इकारान्ताः, उपदा अपि उपदा दीर्घः भवति न, अतः अ उपदा अस्ति चेत् कथं भवति प्रक्रिया, ई उपदा अस्ति चेत् कथं भवति, अकारान्त आकारान्त अनियर्योजनेन सवर्णदीर्घसन्धि वा अहं न जानामि, अतो गुणे अपि शक्नुमः, इकारान्त अहं न जानामि अत्र वस्तुतः अकारान्त अकारान्तदातवः सर्वे भवती समापयतु अनन्तरं वदामि अत्र ध्वनिः प्रतिध्वनिः अस्ति इकारान्त अकारान्तयोजनेन यण् सन्धि भवति सो सा प्रक्रिया अन्त निर्धारितुं वयं कर्तुं शक्नुमः समीचीनं भगिनि धन्यवादः कृपया म्यूट् करोतु तत्र किमर्थं प्रतिध्वनिः न जाने अस्तु अत्र किं वक्तुम् इच्छामः इति चेत् यत्र आर्धधातुकप्रक्रिया अस्ति सार्वधातुकप्रक्रिया अस्ति चेत् वयं जानीमः अत्र गण धातवः सन्ति ये धातवः पाणिनीयधातुपाठे सन्ति तेषां सर्वेषां विभजनम् अस्ति गणमनुसृत्य अत्र उपद्विसहस्रं धातवः सन्ति तेषां सर्वेषां विभजनम् अस्ति गणमनुसृत्य भुवादिगणीयधातवः दिवादिगणीयधातवः चुरादिगणीयधातवः इति विभजनम् अस्ति तादृशविभजनस्य लाभः कः इति चेत् सार्वधातुकप्रक्रियायां तत्तद् गणम् अनुसृत्य विकरणप्रत्ययः आयाति इति अस्ति इदानीं धातूनां एतादृशविभजनमेव पर्याप्तं वा अर्धधातुकप्रक्रियायाम् इति प्रश्नः अत्र उपद्विसहस्रं धातवः सन्ति ये धातवः पाणिनीयधातुपाठे तेषां पुनः विभजनं भुवादिगणीयधातुः दिवादिगणीयधातुः इति एवम् एव अस्ति वा इति पर्याप्तमस्ति चेत् पर्याप्तं वा अस्माकं प्रक्रियायां सौलभ्यं भवति वा तादृशं कुर्मः इति प्रश्ने सति अत्र गणमनुसृत्य विभजनं कुर्मः चेत् अत्र लाभः नास्ति लाभः किमर्थं नास्ति अत्र अर्धधातुकप्रक्रियायां धातूनां गणमनुसृत्य विभजनं कुर्मः चेत् लाभः नास्ति किमर्थं नास्ति अत्र सुमन् भगिनी वदतु क्षम्यतां भगिनि मां पृष्टवती किं हा भवतीमेव गणलाभः किमर्थं नास्ति इत्युक्ते अस्तु किन्तु अत्र विकर्णप्रत्ययः किमपि न आयाति खलु अतः गणभेद इति न किमपि न दृश्यते किन्तु प्रक्रियायां इगन्तम् अस्ति चेत् तत्र गुणस्य प्रसक्तिः अस्ति नो चेत् वृद्धिप्रसक्तिः लघु इग् उपधा अस्ति चेत् तत्र अपि गुणस्य नो चेत् गुणस्य एव प्रसक्तिः अस्ति अद् उपधा अस्ति चेत् तत्र वृद्धिः भवितुं शक्नोति अतः इदानीं तु अन्ते किम् अस्ति उपधायां किम् अस्ति इति द्रष्टव्यं न तु गण किं गणः कः इति हा समीचीनं धन्यवादः इदानीं तत्र समीचीनम् इत्युक्ते तत्र सार्वधातुकप्रक्रियायां धातूनां विभजनं गणमनुसृत्य वयं कुर्मः इत्युतेन तस्य लाभः अस्ति यतोहि विकरणप्रत्ययः गणमनुसृत्य आयाति परन्तु यत्र आर्धधातुकप्रक्रिया अस्ति आर्धधातुकप्रक्रिया तत्र लकाराणां विषये अपि भवितुमर्हति षट्सु लकारेषु आर्धधातुकप्रक्रिया भवति अथवा कृत् आर्धधातुककृत् प्रत्ययः अस्ति चेत् तत्रापि आर्धधातुकप्रक्रिया भवति तत्र गणमनुसृत्य धातूनां विभजनं तथा कुर्मः चेत् लाभः नास्ति यतोहि अत्र गणनिमित्तिकविकरणप्रत्ययः एव न आयाति आर्धधातुकप्रक्रियायां तर्हि तत्र मातृभिः किं कृतम् इति चेत् इदानीं तत्र धातूनां विभजनम् अहं कथं कर्तुं शक्नोमि येन प्रक्रियायां सौलभ्यं भवति इति चेत् किं कृतवती इति चेत् तत्र उपद्विसहस्रधातून् स्वीकृत्य तेषां विभजनं कथं कृतवती प्रथमतया अजन्तधातुः, अजन्तधातवः, हलन्तधातवः इति प्रथमतया विभजनं. तत्र सर्वान् धातून् स्वीकृत्य प्रथमतया अजन्तधातुः हलन्तधातुः इति विभजनं. तदनन्तरम् अजन्तधातुषु धातोः अन्ते कः वर्णः अस्ति इति विचिन्त्य पुनः विभजनं. धातोः अन्ते ह्रस्वकारः, आकारः, इकारः, उकारः, ऋकारः, ऋकारः, अपि च अवशिष्टः एजन्तः इति तादृशविभजनम्. इत्युक्ते नवभागेषु विभागः कृतः अजन्तधातूनां. पुनः हलन्तधातूनां विभजनं कथं कृतम् इति चेत्, हलन्तधातूनां विभजनम् उपधायां कः वर्णः अस्ति इति विचिन्त्य तेषां विभजनम्. इत्युक्ते अधुपदधातवः अत् उपदा इत्युक्ते उपधायां ह्रस्वकारः, अत् उपदा यस्य सः अधुपदः, इत् उपदा यस्य सः इदुपदः इत्युक्ते उपधायां ह्रस्वैकारः, उदुपदः नाम उपधायां ह्रस्वकारः, ऋदुपदः नाम उपधायां ह्रस्वऋकारः. अत्र ऋत् इत्यनेन तपरकरणम् अस्ति, तत्र केवलं ह्रस्वऋकारस्य ग्रहणम्. अत् इत्यनेन केवलं ह्रस्वकारस्य ग्रहणं, सर्वत्र तपरकरणम्. अतः अत् उपदा, इत् उपदा, उत् उपदा, ऋत् उपदा, सर्वत्र केवलं ह्रस्ववर्णस्यैव ग्रहणम्. अनन्तरम् अवशिष्टाः, अवशिष्टहल् हलन्त, हलन्तधातवः, यत्र उपधायां तादृशह्रस्ववर्णः नास्ति, ह्रस्वस्वरः नास्ति इति एतादृशविभजनं कृतम्. एतादृशविभजनेन कः सौलभ्यं, तत्र किं सौलभ्यम् अस्ति? उषा भगिनि, नमस्ते भगिनि. गुणवृद्धि एव विशेष विशेषं भवति. एण्ड् गणम् अनुसृत्य विकारप्रत्ययः नास्ति, तत्कारणेन धातुतः आर्धधातुकप्रत्ययः एव साक्षात् दृश्यते. अत्र निच्छिति प्रत्ययं स्वीकुर्मः. निच्छिति, निच्छिति प्रत्ययः, तत्र प्रेरणार्थे णिच् प्रत्ययः आर्धधातुकप्रत्ययः स्वीकुर्मः. तदानीम् इदानीम् एतादृशविभजनेन कः लाभः इति वदति वा? एतादृशविभजनेन णिच् इति आर्धधातुकप्रत्ययः, कथयोगः णिच् इति कृते अकारान्त इति एव चिन्तनं भवति, प्रथमचिन्तनं भवति. पायोगः णिच् योगः आकारान्त इति णिच् अनुसृत्य वृद्धिः एव भवति. बट् धातु अकारान्ता वा आकारान्ता वा उपदा वा इति एव चिन्तनं प्रथमं भवति. किमर्थं तथा चिन्तनं, तत्र किमर्थम् एतादृशविभजनं कृतम्? एतादृशविभजनं आर्धधातुकलकाराः अपि चेत्, आर्धधातुकप्रत्ययाः अपि चेत्, धातुगणम् अनुसृत्य विकार गणप्रत्ययः नास्ति, गणविकरणप्रत्ययः नास्ति. हा, तत्सर्वम् उक्तं खलु, तत्सर्वम् उक्तम्. अत्र विभजनं भिन्नरीत्या कृतम् अस्ति, तत्र सौलभ्यं किं भवति, तेन सौलभ्यं किम् अस्ति इति निच् प्रत्ययं स्वीकृत्य वक्तुं शक्नोति वा? निच् प्रत्ययः आर्धधातुकः, निच् प्रत्ययः आश्रित्य जीयोगः वृद्धिः एव भवति इति, वृद्धिः एव भवति, वृद्धिः एव भवति अस्ति चेत् सौलभ्यं भवति. अकारान्त आकारान्त धातु इति चेत् द्वितीयं सोपानं कथं भवति इति चिन्तनीयं भवति. समीचीनं, समीचीनम्. इत्युक्ते अत्र पश्यन्तु, एकं तु अत्र किं स्मर्तव्यमिति चेत्, आर्धधातुकप्रक्रियायाम् अकारान्तधातवः न भवन्ति एव. अकारान्तधातवः सन्ति चेत् ते हलन्तः भवन्ति, यतोहि तत्र एकं सूत्रमस्ति, अतोलोपः इति एकं सूत्रमस्ति. तर्हि सर्वे अकारान्तः, ह्रस्वकारान्तधातवः, तेषाम् आर्धधातुकप्रत्यये परे ह्रस्वकारस्य लोपः भवति. अतः कत इति धातुः अस्ति चेत् तत्र तकार उत्तरवर्ति अकारस्य लोपः जायते आर्धधातुकप्रत्यये परे. अतः ते सर्वे हलन्तधातवः भवन्ति. अतः अकारान्तः इति केटगरी नास्ति आर्धधातुकप्रक्रियां. यद्यपि वयं वदामः अकारान्तः, तेषाम् एक सूत्रस्य कारणेन ते सर्वे हलन्तः भवन्ति. अतः तत्र हलन्तधातुषु एतेषां योजनं भवति. इदानीम् आकारान्तधातवः इति पश्यामः. पायोगः णिच् पायोगः णिच् तर्हि आकारान्तधातवः सन्ति चेत् तत्र किं भवति णिच् प्रसङ्गे कोऽपि स्मरति वा? आर्धधातुक केन सूत्रेण तर्हि पुगागमः तर्हि आकारान्तदातवः अस्ति चेत् तत्र आगमः भवति. पुगागमः भवति प्रायणपुगागमः भवति कुत्रचित् युगागमः अपि भवति. पा इति धातुः अस्ति चेत् पाययति युक्कागमः अस्ति. ला इति धातुः अस्ति चेत् तत्र लुक् आगमः अपि भवितुमर्हति लालयति. वा इति अस्ति चेत् वाजयति इति भवितुमर्हति. अतः तत्र आगमः भवति. पुकागमः एव सर्वत्र इति नास्ति. कुत्रचित् पुकागमः दापयति इत्यत्र पुकागमः, अन्यत्र अन्यविध आगमः अपि भवितुमर्हति. अतः एतेषां सर्वेषां विभजनम् एकत्र कृतं. तर्हि आकारान्तधातूनां सर्वेषाम् अत्र किमपि विशिष्टकार्यम् एकविधकार्यं भवन्ति, तत्र आगमः भवति इति कृत्वा तेषां विभजनम्. इदानीम् ईकारान्त ऊकारान्तधातवः एतेषां सर्वेषां वयं पश्यामः चेत् अथवा ऋकारान्तधातुः इति पश्यामः चेत् एतेषां सर्वेषां यद्यपि पृथक्तया विभजनं कृतं परन्तु वयं तु एकत्र समूहीकर्तुं शक्नुमः. यतोहि इगन्तधातुः अस्ति चेत् तत्र सर्वत्र निच् प्रत्यये परे किं भवति? वृद्धिः भवति. अतः सर्वत्र समानरीत्या कार्यमस्ति. जी इति धातुः अस्ति चेत् जै इति भवति निच् प्रसङ्गे. नि इति धातुः अस्ति चेत् नै इति भवति, नायि इति धातुः. जी इति अस्ति चेत् किं भवति? जायी इति धातुः. अथवा शी इति धातुः अस्ति चेत् सर्वत्र तद् समानरीत्या कार्यं भवति, तत्र वृद्धिः भवति इति तत्र जानीमः. इदानीं तर्हि ईकारान्त ऊकारान्त ऋकारान्त तत्र सर्वत्र समानरीत्या कार्यं भवितुमर्हति निच् प्रसङ्गे, परन्तु अन्यत्र भेदः अपि भवितुमर्हति. इदानीं यक् इति प्रत्ययः अस्ति तत्र कर्मणि प्रयोगे, पठ्यते गम्यते इत्यत्र सर्वत्र यक् प्रत्ययः अस्ति. यक् प्रत्यये परे इकारान्तधातुः अस्ति चेत् जि इति धातुः अस्ति चेत् तत्र जि योगः यक् योगः ते तत्र किं भवति रूपं? जि योगः यक् योगः ते जीयते इति रूपमस्ति. तत्र दीर्घत्वं भवति, दीर्घत्वं भवति. ईकारान्तधातुः अस्ति चेदपि दीर्घत्वमेव भवति. उकारान्तधातुः अस्ति चेदपि दीर्घत्वं भवति. ऊकारान्तः अस्ति चेदपि दीर्घत्वं भवति. परन्तु ऋकारान्तधातुः अस्ति चेत् तत्र भिन्नः भवति. दृ इति धातुः अस्ति चेत् किम् अस्ति रूपं? मृ इति धातुः अस्ति चेत् तत्र रूपं किम् अस्ति? मृयते. म्रियते. तर्हि तत्र भिन्नकार्यमस्ति. तत्र दीर्घत्वं न भवति. यथा तत्र नू इत्यत्र नूयते इति भवति दीर्घत्वं, परन्तु मृ इत्यत्र दीर्घत्वं नास्ति. तत्र भिन्नकार्यमस्ति. अतः पुनः तत्र विभजनं ऋकारान्तधातोः महत्त्वम् अस्ति. निच् प्रसङ्गे ऋकारान्तधातोः पृथक् विभजनं तस्य महत्त्वं नास्ति, परन्तु यक् प्रत्ययः अस्ति चेत् तत्र ऋकारान्तस्य महत्त्वम् अस्ति, ऋकारान्तस्य महत्त्वम् अस्ति. अतः तत्सर्वं विचिन्त्य तत्र एतादृशविभजनं कृतं, यतोहि सर्वत्र एतस्य कार्यं भवितुम् अर्हति. एतादृशविभजनेन अस्माकं सौलभ्यं भवति, यतोहि ऋकारान्तधातूनां एकविधकार्यं भवति. अत्र मृ इत्यस्ति चेत् म्रियते, दृ इत्यस्ति चेत् ध्रियते, भृ इत्यस्ति चेत् भ्रियते, सृ क्रियते इति कृ क्रियते इति सर्वत्र तथा अस्ति इति कृत्वा एतादृशविभजनं कृतं. पुनः अधुपदधातवः हलन्तधातु पश्यामः चेत् तत्र उपधायां कः वर्णः? पट् इति धातुः अस्ति. पुनः णिच् इति स्वीकुर्मः चेत् पट् योगः णिच् पाठे किं भवति? पाठयति, वृद्धिः भवति. उपधायां वृद्धिः भवति खलु? उपधायं तर्हि अत् उपधायाम् अत् अस्ति चेत् सर्वत्र वृद्धिः भवति. तर्हि पाठयति, चालयति, वादयति, सर्वत्र एवम् एव रूपं पाचयति, चाटयति, काकयति इत्यादि. इदानीम् इत् उपधा अस्ति चेत् किं भवति तत्र? शर्मिला भगिनी वदतु. गुणः भवति पुगन्तलघुपदस्य चैतन्येन. हा, गुणः भवति. हा, चित् अस्ति चेत् चेत्. हा, चेत् इति भवति. एवमेव उदुपदधातुः अस्ति चेदपि गुणः भवति. ऋदुपदधातुः अस्ति चेदपि गुणः भवति इति कृत्वा तत्र सर्वत्र साम्यम् अस्ति. इदुपद, उदुपद, ऋदुपद इति सर्वम् एकत्र एकत्रीकृत्य इगन्त इगुपदधातवः इति वयं वदामः चेदपि तत्र कार्यं भवति. परन्तु एवमेव सर्वेषु प्रत्ययेषु भवति वा इति चिन्तनीयम्. यतोहि तत्र भिन्नविभिन्नकार्यं भवितुमर्हति. ऋदुपदधातुः अस्ति चेत् एवं कार्यम् अस्ति, अधुपदधातुः अस्ति चेत् एवं कार्यम्. अतः सारांशः कः इति चेत्, एतादृशविभजनं किमर्थं कृतं मातृभिः इति चेत्, यतोहि पाणिनीयसूत्राणि तथा सन्ति. पाणिनीयसूत्राणि आधारीकृत्य एव एतादृशविभजनं कृतम्. यतोहि पाणिनीयसूत्रं कथम् अस्ति इति चेत्, इगन्तधातुः अस्ति चेत् वृद्धिः भवति, उपधायां ह्रस्वकारः अस्ति चेत् वृद्धिः भवति, अथवा अन्ते ह्रस्वऋकारः अस्ति चेत् कुत्रचित् रिङ् आदेशः भवति इति तादृशकार्याणि सन्ति. अतः एतादृशविभजनेन सौलभ्यं भवति. अतः इदुपदधातुषु एकस्य धातोः कृते प्रक्रिया कथम् अस्ति इति जानीमः चेत् सर्वेषाम् इगुपदधातूनां प्रक्रिया वयं ज्ञातुं शक्नुमः इति सौलभ्यम् अस्ति. साम्पल् एकमेकं साम्पल् कृत्वा वयं पश्यामः चेदपि सम्पूर्णधातुसमूहस्य ज्ञानं भवति. बुद्धं वा? बुद्धं भगिनि. हा, अस्तु. तर्हि इदानीम् अग्रे शर्मिला भगिनी पठति वा? अस्तु भगिनि, पठामि. अन्यच्च सार्वधातुकः कृत् प्रत्ययः चेत् इडागमविचारः करणीयः. आर्धधातुकः. आर्धधातुकः कृत् प्रत्ययानाम् इडागमविचारः. आर्धधातुक कृत् प्रत्ययैः निष्पादितानां पदानां धातुगणीयभेदो न भवति, किन्तु इडागमविचारः अपेक्षितः. यथा तव तु कृतवान्, गतवान्, परन्तु इडागमे सति पठितवान्, खादितवान्. तुमुन् ज्ञातुम्, आप्तुं, परन्तु इडागमे सति क्रीडितुं, जीवितुं. तव्यत् द्रष्टव्यं, दातव्यं, परन्तु इडागमे सति खादितव्यं, क्रीडितव्यं. तृच् कर्ता, दाता, परन्तु इडागमे सति स्पर्धिता, दयिता. अतः अत्र यद्यपि विकरणप्रत्ययस्य निमित्तीकृत्य गणभेद इत्यादि न भवति, अर्धधातुक कृत् प्रत्यय अस्ति चेत् इडागमस्य विचारः करणीयः इति दत्तमस्ति. अपि च उदाहरणानि अपि अत्र सन्ति. कृतवान्, गतवान् अत्र इडागमः नास्ति, परन्तु पठदातु, खाददातु इत्र इडागमः भवति. अग्रे अपि पठामि वा? हा, समीचीनं भगिनि. तावत् एतावता स्पष्टमस्ति खलु? प्रश्नः नास्ति. अत्र सर्वत्र तवतु प्रत्ययः, तुमुन् प्रत्ययः, तवयत् प्रत्ययः, तृच् प्रत्ययः, सर्वे तत्र आर्धधातुकप्रत्ययाः. तत्र सर्वत्र इडागमस्य विचारः करणीयः. धातुः अपि सेट्, प्रत्ययः अपि सेट् अस्ति चेत् इडागमः भवति. प्रत्ययः अपि इडानुकूलः अस्ति चेत् इडागमः भवति. किमस्ति भगिनि? हा भगिनि, सार्वधातुक प्रत्ययेषु एतादृशचतुर्दश भेदाः च सन्ति. अनन्तरं गणनिमित्तीकृत्य भेदाः च सन्ति. किन्तु आर्थधातुकप्रत्यये केवलं अन्तिमाक्षरस्य आधारेण एतादृशं चतुर्दश भेदाः एव सन्ति इति वक्तुं शक्यते खलु? हा, सत्यम् इति एव सारांशः. समीचीनम्. इत्युक्ते तत्र किम् इति चेत्, एतादृशविभजनम् अकारान्त, आकारान्त, ईकारान्त, उकारान्तविभजनं केवलं सार्वधातुकप्रक्रियायां वा इति चेत् न. यद्यपि सार्वधातुकप्रक्रियायां गणम् अनुसृत्य धातूनां विभजनं भवति, तथापि तत्र प्रत्येकस्मिन् गणे पुनः धातूनां विभजनं भवति. अकारान्तधातुः, आकारान्तधातुः, ईकारान्तधातुः इति पुनः विभजनं भवति. किमर्थं भवति इति चेत् पुनः सूत्राणि तथा सन्ति. इदानीं भुवादिगणः इति वयं स्वीकुर्मः. भुवादिगणे उपसहस्रं धातवः सन्ति. भुवादिगणे एव भुवादिगणे ये धातवः सन्ति तेषां पुनः विभजनं भवति. अजन्तदातवः हलन्तदातवः इति विभजनं भवति. किमर्थं तथा भवति इति चेत् बहुत्र सूत्राणि तथा सन्ति. इगन्तदातुः अस्ति चेत् पुगन्त सारधातुकार्धधातुकयोः इत्यस्य कार्यम्, इगुपदधातुः अस्ति चेत् पुगन्तलघुपदस्य च इत्यस्य कार्यम्. अतः पुनः तत्रापि एतादृशविभजनेन सौलभ्यं भवति इति कृत्वा एतादृशविभजनम् अजन्तदातुः हलन्तदातुः पुनः चतुर्दशवर्गाः इति विभजनं न केवलम् अर्धधातुकप्रक्रियायां तस्य सौलभ्यम् अस्ति, परन्तु अर्धधातुकप्रक्रियायामपि अस्ति तस्य सौलभ्यं, परन्तु प्रथमं तत्र गणनिमित्तीकृत्य विभजनम् आवश्यकं, तदनन्तरम् एतादृशविभजनम् इति सारांशः. अस्तु विनय महोदय, अवगतं वा? अहं स्पष्टतया अवगच्छामि. अपि च मात्रः अत्र यदि पाणिनि आधारेण इत्थम् अवनिवेशनं कृतवान् श्लाघनीयः. श्लाघनीयमेव, अतः एव पाणिनि भगवान् इति वदति खलु. अपि च मातृभिः पाणिनेः मनसि किम् आसीत् इत्यपि ज्ञातवती, अतः मातृभिः तत्र एफर्ट्स् अपि श्लाघनीया. तर्हि अत्र स्थगयामः. भगिनि एकः प्रश्नः, तत्र अकारान्तधातूनां कृते भवती उक्तवती अतो लोपः इत्यनेन तत्र अन्तिम अकारस्य लोपः भवति, तर्हि कथा इति धातु अस्ति चेत् कथ इति भवति, परन्तु यदि तत्र निच् प्रत्यये योजयामः तत्र तु उपधातु अकारः भवति किल, तत्र कथा पश्यति वा नो चेत् कथ इति पश्यति वा? किमर्थम् एतादृशप्रश्नः? तत्र प्रश्नस्य मूलं किं? न, मम चिन्तनम् अस्ति यदि निच् प्रत्यये परे अस्ति तर्हि नकारस्य इत्संज्ञा भूत्वा तत्र अतुपधायाम् इत्यनेन उपधायाः वृद्धिः भवति, परन्तु धातु तु कथा अस्ति, परन्तु अतो लोपः इत्यनेन अकारस्य अन्ते अकारस्य लोपः भवति, परन्तु तत्र किं पश्यति तत्र? रूपं तु न भवति किल उपधातु, रूपं किम् अस्ति? रूपं कत इति धातुः अतुपधायाः इति करोति चेत् रूपं किं भवति? अतुपधातु उपधातु अकारः नास्ति किल, यदि कथा अस्ति चेत् अतु उपधातु अकारः नास्ति. अतो लोपः इत्यस्य कार्यं भवति इति उक्तं खलु, अतो लोपः इत्यस्य कार्यानन्तरं किम् अस्ति? अतो लोपः इत्यनेन तत्र अन्तिमाकारस्य लोपः भवति, तर्हि तत्र कथ ककारः अकारः थकारः अस्ति, तर्हि उपधातु अकारः भवति किल, तत्र तु उपधायाः दीर्घत्वं भवति वा? तदनन्तरं तर्हि तत्र रूपं किमस्ति? रूपं तु काथ इति भवति, परन्तु तत् सम्यक् नास्ति इति मम चिन्तनं. सत्यं सम्यक् नास्ति, कथयति इति रूपं नास्ति, कथयति इति रूपम् अस्ति, अतः तत्र भिन्न इतोपि भिन्नकार्यमस्ति. ओ एवं वा, अस्तु. प्रेरणार्थे निश्चिति सम्पूर्णतया पठामः चेत् तस्मिन् सन्दर्भे पठितुं शक्नुमः किं कार्यम् अस्ति इति. अस्तु, तत्र एकं सूत्रमस्ति अचः परस्मिन् पूर्वविधौ इति एकं सूत्रं जानाति वा? न जानामि. तस्य कार्यम् अत्र भवति. तर्हि सम्यक्, मम चिन्तनमस्ति किमर्थं न भवति इति मम चिन्तने. न भवति, सम्यक् अस्ति प्रश्नः, समीचीनः, उचितः प्रश्नः, परन्तु न भवति यतोहि भिन्नसूत्रमस्ति. अस्तु, अतः तत्र धातुः यद्यपि कत इति अस्ति परन्तु प्रत्ययः कत इति न पश्यति, कत् इति न पश्यति, कत इति एव पश्यति. अस्तु, अतः तत्र न भवति. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, धन्यवादः.